श्री गुरुगणेशाय नमः ॐ श्री सरस्वत्यै नमः ॐ श्री वाग्देव्यै नमः ॐ गुरुभ्यो नमः इदानीं वयं धातुविज्ञाने किं किम् अभवत् इति अहं पुनरपि सूचयिष्यामि स्वरविज्ञानम् इति अस्ति अत्र स्वर किं किं भवति चेत् सर्वे स्वराः इति स्वीकुर्मः चेत् कतिविधाः स्वराः सन्ति कोऽपि वक्तुम् इच्छति वा स्वरः स्वराः कतिविधाः भवन्ति अस्तु अहं सूचयिष्यामि एतदपि ह्रस्वस्वराः अहं स्वरविषये पृच्छामि अत्र ह्रस्वस्वराः दीर्घस्वराः प्लुप्तस्वराः इति द्वादश स्वराः सन्ति अस्तु स्वरविज्ञानम् एतत् विषये अनुदातः उदातः स्वरितः अपि वयं दृष्टवन्तः अनन्तरं स्वरचिह्नानि किम् अस्ति इति उपरि अत्र चन्द्रबिन्दुः अस्ति एतदेव एतत् अनन्तरम् अत्र अन्तिमवर्णः एतदपि श्रूयते श्रूयते अत्र अनुनासिकवर्णः इति अनन्तरं पदव्यवस्था कुत्र भवति चेत् यत्र तिङ् अस्ति यत्र षित् अस्ति तत् समये एव पदव्यवस्था भवति पदं तु आत्मनेपदिनः भवति अनन्तरं परस्मैपदिनः भवति अनन्तरम् उभयपदिनः अपि भवन्ति एतत् सूत्रमपि वयं दृष्टवन्तः अनुदात्तनित आत्मनेपदम् इत्यनेन अत्र अनुदात्तस्वरस्य ञकारस्य इत् संज्ञा भवति सः धातुः आत्मनेपदिनः अनन्तरं स्वरितनितकर्तृ अभिप्राये क्रियापले इति स्वीकुर्मः चेत् अत्र स्वरितस्वरस्य ञकारस्य इत् संज्ञा भवति तत् समये वयं जानीमः जानीमः तत्र एतत्तु उभयपदिनः इति शेषात् कर्तरि परस्मैपदम् इत्युक्ते अत्र यत्र ञकारः नास्ति अनन्तरं ञकारः अपि नास्ति तत् समये एतत् कर्त्रार्थे भवति चेत् कर्त्रार्थे भवति चेत् अत्र कर्ता कार्यम् अत्र तस्य कृते भवति चेत् अत्र आत्मनेपदिनः अन्येषां कृते कार्यं भवति चेत् अत्र परस्मैपदिनः अनन्तरम् अत्र एतत् कुत्र नास्ति शेषात् कर्तरि परं शेषात् कर्तरि परस्मैपदम् इति भवति अनन्तरम् अभ्यासम् अपि वयं दृष्टवन्तः इदानीम् इडव्यवस्था यत्र इकारः श्रूयते तत् समये एव अत्र व्यवस्था भवति एतदपि वयं एतत् आर्धधातुकस्य वलादेः यत्र आर्धधातुकस्य इत् वलादेः वलादिप्रत्ययं यत्र अस्ति तत् समये एव आर्धधातुकस्य बलादेः इति अत्र द्रष्टुं शक्यते अत्र इतोपि उदाहरणं स्वीकुर्मः चेत् अत्र वलादिः आर्धधातुकप्रत्ययः ईड् अनुकूलः भवति एतदेव सेट् इति भवति उदाहरणरूपेण वशादि कृत्प्रत्ययः यत्र भवति तत्र ईडानुकूलः न दृश्यते एव अत्र एतत् आदौ इट् आगमः भवति ताद् एतदेव इडागमः इति वद्योगः स्यति इति अस्ति तत् स्यति तु इडानुकूलः प्रत्ययः अतः तत्र वदिष्यति इति इकारः श्रूयते अतः एतत् सेट् भवति अदा इदानीं वड् योगः तुमुन् अस्ति तुमुनान्तं वल् प्रत्ययहारे तकारः अस्ति एतत् वदितुम् इति अस्ति अत्र अपि इकारः श्रूयते एव अनन्तरं वद् योगः नुल् अस्ति अत्र इडागमस्य चिन्तनं नास्ति किमर्थं चेत् तत् प्रत्यये इडानुकूलः वल् प्रत्ययहारे नास्ति अतः तत्र नुल् अस्ति चेत् युवरणको इत्यनेन वादकः इति भवति इदानीं पत् योगः स्यति पक्षियोगः स्यति इति स्वीकुर्मः चेत् अत्र प्रथमं चोः कुः इत्यनेन ककारः भवति तत् स्या अस्ति तत्र सकारस्य स्थाने दन्त्यसकारस्य स्थाने मूर्धन्यसकारः आगच्छति आदेशप्रत्ययोः इत्यनेन अन्तिमरूपं पक्ष्यति इति भवति. एतत् अग्रे एतत् विषये किञ्चित् चर्चितं भवति एव. इदानीम् अत्र आर्धदातुकस्य बलादेः इत्यनेन बहवः सूत्राणि, बहवः किमस्ति उदाहरणानि दृष्टवन्तः. इदानीं नेड् वशीकृति यत्र कृत् प्रत्ययस्य आदौ वश् इति भवति, इदानीमेव मया अत्र दृष्टवन्तः. नेड् वशीकृति इत्युक्ते अत्र यत्र इडागमस्य चिन्तनं नास्ति, अत्र नुल् इति स्वीकुर्मः, एतत् कृत् प्रत्ययमस्ति. अनन्तरं वल् प्रत्याहारे नास्ति, अतः तत्र इदानीं नेड् वशीकृति इति स्वीकुर्मः अपि. एतत् अनीट् भवति, स्वरः इदानुकूलः नास्ति एव, अतः तत्र नुल् भवति चेत् अत्र इदानुकूलः चिन्तनं नास्ति, अतः वादकः इति भवति. इडागमस्य अत्र किमपि इडागमस्य अनुकूलः नास्ति एव. इदानीं पक्षियोगः स्यति स्वीकुर्मः ते चेत् अत्र अपि इदानीं मया उक्तं चकारस्य स्थाने चोः कुः, अनन्तरं सकारस्य मूर्धन्यशकारः भवति आदेशप्रत्ययोः इत्यनेन अत्र पक्ष्यति एव भवति. ति इति साधारणतया अत्र अस्ति. ति इति योजनेन विवक्षायां प्रथमपुरुष एकवचनविवक्षायां पक्ष्यति इति भवति. सो अत्र अपि इडानुकूलस्य चिन्तनं नास्ति एव. अस्तु, इदानीम् एकाच उपदेशे अनुदात्तात् इति अस्ति. एकाच उपदेश अनुदात्तात् अत्र एतत् विषये किञ्चित् पठितवन्तः अपि, परन्तु इतोपि एतत् विषये वयं दृष्टेम किं किं भवति इति. अस्तु, इदानीम् अत्र भागीरथि पठतु. अस्तु, गीताश्रीदर् पठतु. एकाच उपदेश अनुदात्तात् अहं पठामि भगिनि. भगिनि अहं पठामि भगिनि. पठतु. श्रूयते वा? धातोः स्वभावः एकाच उपदेशे अनुदात्तात् अध्याय प्रथमम् अध्यायेन अनन्तरं पादः सप्तमाध्याये द्वितीयपादे विंशतम क्षम्यता दशम सूत्रः वा दशमसूत्र यः औपदेशिकधातुः एकाच् अपि अनुदात्तः अपि अस्ति तस्मात् विहितस्य प्रत्ययस्य इडागमः न भवति. उपदेशे भगिनि पठामि वा? उपदेशे यः गतवर्गे एव वयम् एतत् उपदेश अवस्थायां किं किम् अभवत् एतत् वयं दृष्टवन्तः अपि. इदानीम् अत्रापि अहं वदामि, औपदेशिकधातुः एकाच् अपि अस्ति. एकाच् इत्युक्ते एकः एव अचुवर्णः अस्ति, एतदेव एकाच्. अत्र एतत् सूत्रसङ्ख्या अपि उपदेशे उपदेशे यः धातुः एकाच् ओके अत्र एकाच इत्युक्ते यः धातुः औपदेशिक अवस्थायाम् अनुदात्तः एकाच् अस्ति तस्मात् परः इडागमः न भवति. वयं मनसि स्थापनीयम् अत्र किमस्ति चेत् अत्र अनीट् कुत्र भवति, अनुदातः कुत्र भवति, एतदपि एकः एव अचुवर्णः अस्ति चेत् अत्र इडागमस्य चिन्तनं न भवति. इदानीमेव नेड् वशीकृति वयं स्वीकृतवन्तः. एतदपि निषेधसूत्रं कस्य निषेधसूत्रम्? पूर्व गतवर्गे अपि मया उक्तमेव, कस्य अपवादसूत्रं नेड् वशीकृति आर्धदातुकस्यै बलादेः? अत्र ईडागमः श्रूयते, परन्तु अनुदात् एतत् एक नेड्वशीकृति अपि अपवादसूत्रम्. इदानीम् एका च उपदेश अनुदात्तात् एतदपि निषेधसूत्रम्. अस्तु, किमर्थं चेत् अत्र अनेट् भवति, अतः कार्यं न भवति एव. इदानीम् अग्रे पठतु. अत्र एकनिमिषम् उपदेश अवस्थायां किं किम् अभवत् इति मया उक्तम्. अत्र धातोः, अनन्तरं सूत्रविषये, अनन्तरं प्रत्ययविषये, अनन्तरम् आगमकविषये, अनन्तरम् आदेशविषये अत्र उपदेश अवस्थायां किञ्चित् परिवर्तनं भवति. अतः अन्ते एव, अन्ततो गत्वा एव वयम् अत्र स्वीकुर्मः धातुः किं भविष्यति इति. अस्तु, इदानीं नेडवशीकृति, अनन्तरं ऋत इत् धातोः इति, एतत् धातुः तु इडागमस्य अकारः आगच्छति चेत् अत्र इकारः भवति. एतत् इदानीम् अत्र मास्तु. यत्र एतत् सूत्रं प्रयोगं भवति तत् समये वयं दृष्टेम एतत् विषये. इदानीं नेडवशीकृति इत्यस्मात् न इट् इत्यनेव अनुवर्तिके, अत्र न इट् इत्युक्ते अत्र इडागमस्य चिन्तनं नास्ति, इडानुकूलः न भवति. इदानीम् अङ्गस्य इत्यस्य अधिकारः, सर्वत्र अङ्गस्य इत्येव कार्यम् अन्ते एव भवति. अनन्तरम् अनुदात्तसहितसूत्रम्, उपदेश एका च अनुदातात् धातोः अङ्गात् न इट्. यत्र अनुदात्तः अङ्गं स्वीकृतम्, अनन्तरम् एका च अपि अस्ति उपदेश अवस्थायाम्, अत्र इट् न भवति इति. अग्रे पठतु भगिनि. अत्र यद्यपि उपदेशे इत्यनेन मूलधातुः इत्युक्तं, परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. एक्स्प्लेन् करोतु भगिनि. अत्र अत्र यद्यपि किं सन्धिः अत्र? यद्यपि एण्ड् सन्धि. सूत्रं कोऽपि इको एनच् अस्तु. यद्यपि उपदेशे इत्यनेन मूलधातुः इति उक्तं, मूलधातुः अत्र मूलधातुः इदानीमेव वयं दृष्टवन्तः अभ्यासरूपेण. एतत् सर्वं मूलधातुः, दुभाष् एतत् सर्वं मूलधातुः. इदानीं अत्र मूलधातुः इति उक्तं, परन्तु एकाच् इत्यस्य कृते यदा स्वराणां गणनं भवति, चिन्तनं भवति तदा अनुबन्धेषु ये स्वराः सन्ति ते गणने न अन्तर्भूताः. गणनं यत्र स्वीकुर्मः, इदानीम् अकारस्य लोपः भवति, पकार उत्तरवर्ति, अकारस्य लोपः भवति, तत् समये अनुबन्धेषु ये स्वराः सन्ति, पकारः उत्तरवर्ति अकारः, ये स्वराः सन्ति ते गणने न अन्तर्भूताः. परन्तु इतोपि एतत् कार्यं भवति, अग्रे बहुवारम् अनन्तरमेव आगमिष्यति, यस्य हलः इति. अत्र यस्य इति यकार उत्तरवर्ति, अत्र यकारविषये किञ्चित् बहु त्रीणि वारं एतत् विषये वर्गः अचलत् एव. इदानीम् अत्र मास्तु. अत्र गणने न अन्तर्भूताः, यदि पकार उत्तरवर्ति अकारः तिष्ठ अनुबन्धेषु तत् समये एतत् न अन्तर्भूताः एव. यथा दुकृङ् इति धातोः यद्यपि उकारः अस्ति दुकृङ्, इदानीमपि ऋकारः अपि स्तः, किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति. दुकृङ् एकाच् अस्ति, दु इति आद्य किमस्ति अत्र सूत्रं, किं कोऽपि वक्तुं शक्यते वा? दु किम् इत्यनेन अपगच्छति? उत्तमम् उत्तमं. ण्यकारः, उपदेशे इत्यनेन, परन्तु प्रथम अलन्त्यम् इत्यनेन, अलन्त्यमित्यनेन इत् भवति, परन्तु तस्य लोपः इत्यनेन एव पूर्णतया लोपः भवति. इदानीं कुरु एव तिष्ठति, कुरु इति अत्र ण्यकारः भवति. एतत् ण्यकारः किं पदं सूचयति कोऽपि? उभयपदी उभयपदी धातु उभयपदी उत्तमम् उत्तमम् उत्तमम् उभयपदिनः इदानीमेव दृष्टवन्तः खलु कृमस्ते शे स्वरितनित विस्मृतं वा सर्वे ण्यकारः अस्ति खलु स्वरितनित यत्र नितः आगच्छति तत्र उभयपदिनः भवति यत्र ण्यकारः भवति यत्र ण्यकारः भवति तत् आत्मनेपदिनः भवति यत्र ण्यकारः इति भवति तत्र उभयपदिनः भवति यत्र द्वयोः मध्ये किमपि कार्यं नास्ति यत्र तत् एव परस्मैपदिनः भवति शेषात् कर्तरि परस्मैपदम् इति अस्तु इदानीं अत्र दुक्रेञ्ज् करणे इति कृ धातुः अनन्तरं ण्यकारः अस्ति अतः तत्र वयं उभयपदिनः इति स्वीकुर्मः अतः एव दुक्रेञ्ज् करणे स्वीकुर्मः चेत् तत्र कृ धातुः भवति करोति इति भवति अनन्तरं कुरुत इति भवति आत्मनिपदिनः गतवर्गे अपि मया सूचितमेव एतत् विषये दुक्रेञ्ज् करणे इति अत्र स्वीकुर्मः चेत् कर्तरि करोति कुरुतः कुर्वन्ति इति भवति कुरुते इति भवति किमर्थं चेत् अत्र ण्यकारः तिष्ठति अतः तत्र उभयपदिनः भवति अस्तु इदानीम् अत्र धातुः यद्यपि उकारः कृ ऋयोगः उकारः उकारः अपि ऋकारः अतः उकारः ऋकारः अपि स्तः किन्तु उकारः अनुबन्धे अस्ति अतः तस्य गणनं न भवति डुक्रीङ् एकाच् अस्ति कृ इति उकारः एकाच् अस्ति अत्र अतः एतदपि अत्र इडानुकूलः नास्ति अतः एव अत्र करोति इडागमस्य चिन्तनं नास्ति एव करोति इडागमस्य चिन्तनं नास्ति कुरुते इडागमस्य चिन्तनं नास्ति अस्तु इदानीं अनुबन्धलोपानन्तरं डुक्रेञ्ज् एकाच् अस्ति उकारः एकाच् अस्ति इडागमः निषेधकं सूत्रमिदम् अनेन इडागमः तदा निषिध्यते यदा धातुः एकाच् अपि स्यात् अनुदातः अपि स्यात् अनेन ज्ञायते यत् किमर्थं किं किम् अभवत् अत्र किमर्थम् अत्र निषेधकसूत्रं भवति अनेकाचः धातवः सर्वे चेतकः भवन्ति अनेकाचः अनेकाचः यत्र अन् एकाच् नास्ति अनेकाच् अस्ति इत्युक्ते अत्र अचुवर्णः बहवः सन्ति तत् समये सेटकः भवन्ति अस्माकं परिचितेषु धातुषु आधिक्येन एकाचः धातवः एव सन्ति परिचितेषु धातुषु इदानीं किं किम् अभवत् एतत् सर्वाणि धातूनि धातवः इति भवति अत्र आधिक्येन एकाच धातवः एव अस्ति एकाच धातवः किं श्रूयते अत्र किं सूचयति कोऽपि एकाच अस्ति चेत् किं सूचयति एकाच अस्ति चेत् अनुदातः भवति एकाच अस्ति अत्र अनुदातः अपि अनुदातः भवति अतः तत्र किं न भवति एतत् चिन्तनं झटिति लेखनीयं भगिनि अत्र एकाच उपदेश अनुदात् अनुदातपि अस्ति एकाच अपि अस्ति अतः तत्र इडागमस्य चिन्तनं नास्ति इदानीम् अपि अनेन इडागम अत्र निषिद्धसूत्रं भवति अनेकाचः अस्ति चेत् सेट् भवति एकाच अस्ति चेत् सेट् न भवति अनन्तरं सन्नन्तादिषु सन्नन्तं यत्र भवति सन्नन्तम् आतिदेशिकधातुः अनेकाचः धातवः अत्र सन्नन्तरूपेण बुभुक्षते चिकीर्षति इति एतत् आगच्छति खलु अत्र सर्वत्र अनेकाचः अस्ति अतः सर्वाणि अत्र पदानि सेटक एव भवति बहवः परन्तु ते उपदेशे न अन्तर्भूताः न अन्तर्भूताः इत्युक्ते अत्र गणनं न कृतमेव यत्र अनुबन्धलोपानन्तरम् अकारः उत्तरवती अकारः तत् अकारः गणनं न भवति, अन्तर्भूतः न भवति इति तत्र दत्तं. प्रश्नः अस्ति वा? आं महोदय. पृच्छतु. सनन्त इत्युक्ते किं महोदय? सन् प्रति मया प्रेषितं खलु, नास्ति वा? सन्नन्तं मया प्रेषितमेव नास्ति वा? अहं न स्मरामि महोदय. किमस्ति अत्र सनादयः गणे सन्नन्त मम द्वादश भवति इति मया प्रेषितं खलु, द्वादश भवति. द्वादशप्रत्ययाः सन्ति इति मया प्रेषितम्. अहं प्रेषयिष्यामि पुनः. मया प्रेषितम् एतत् विषये, अग्रे अत्र समूहमध्ये पुनरपि प्रेषयिष्यामि. अस्तु, इदानीं सन्नन्तादिषु अनेकाचः धातवः अत्र चिकि एतत् मिलित्वा एव अत्र आगच्छति. सन्नन्तं आतिदेशिक इत्युक्ते महोदय? एतदेव. एतदेव सन्नन्तदातवः, एतदेव अतिदेशिकधातुः इति अत्र दत्तम्. अतिदेशिकधातुः पाणिनिना न कृतमेव, अतः अत्र भवान् एव अत्र पठतु. सन्नाद्यन्ताधातवः द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनः धातवः सृष्टः भवन्ति. सन् क्यच् काम्यच् क्यश् क्यं क्विप् निङ् यङ् निच् यक् हाय् यङ् इति. येषां प्रकृतिः अङ्गं, क्वचित् धातुः, क्वचित् प्रातिपदिकम्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं द्विपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं सनादन्ताः धातवः. अस्तु, ओके. सो ये सन् ओके, द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनः धातवः सृष्टाः भवन्ति. सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इङ् निच् यक् आय् यङ् इति. येषां प्रकृतिः अङ्गं, क्वचित् धातुः, क्वचित् प्रातिपदिकम्. सन् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. सो दिस् सेट् इस् काल्ड् सन् सेट्. सन् अनन्तरम् एतत् संयोजनेन नूतनाः धातवः सृष्टाः, सृष्टिः भवति अत्र. अत्र एकनिमिषम्, अत्र प्रत्येकरूपेण मुख्यं किम् अस्ति चेत् सन् भवति. अत्र कुत्रापि लिखतु सन्, अनन्तरं छङ्ग्. छङ्ग् कुत्र अस्ति? छङ्ग् अपि अस्ति, यश ह्यङ्ग् चित् निङ्ग् ङ्यङ्ग् निच् निच् अपि प्रसिद्धमस्ति. अनन्तरं यक् न न एकनिमिषम् एतत् कुत्र कुत्र भवति इति अहं वदामि. एतत् कुत्र कुत्र भवति चेत् न अस्तु, अत्र सन् इति मुख्यमस्ति, अनन्तरं निच् अपि मुख्यमस्ति, यक् इति मुख्यमस्ति. यक् कोऽपि जानाति वा? आम् आम् महोदय. कुत्र भवति? नायकः. न न न न एतत् युवर्णाको इत्यनेन सूत्रं भवति. अत्र एव अकः अनन्तरम् अण इति सूचयति. यक् इति कोऽपि एतत् विषये वक्तुं शक्यते वा? अस्तु, सार्वदर्शके यक् इति भवति. अतः एव जायते इति सार्वधातुक यक् इत्यनेन यक् भवति. अनन्तरम् आय कुत्र भवति? गोपायति, पाठयति. यत्र यत्र आयप्रत्ययमस्ति एतदपि निश्चय एव चूरादिगणे भवति. अस्तु, सन्नन्तं निच् अनन्तरं यक् अनन्तरम् आय एतत् बहु मुख्यमस्ति. एतत् योजनेन एव अनन्तरं वयम् अत्र सनाद्यन्तः दातवः नूतनाः 3132 अत्र पश्येम. सनाद्यन्तदातवः अत्र इदानीं गुप् इति स्वीकुर्मः चेत् गुप इति निन्दायाम् अस्ति. अत्र गुप् योगः सन् गुप् सिज् कृ कित्व्यः सन् इत्यनेन एतत् स्वार्थे भवति. स्वार्थे प्रेरणार्थे किम् अर्थं जानाति वा कोऽपि? स्वार्थे किं भवति, प्रेरणार्थे किं भवति इति? स्वार्थे इत्युक्ते स्वस्य कृते. प्रेरणार्थे इत्युक्ते मेकिङ्ग् सम्बडी टु डू इट्. प्रेरणार्थे पिता पुत्रं पाठं पाठयति. एकनिमिषम् अत्र कर्मणि प्रयोगे भवति एतत्. पाठे आत्मनेपदं भवति. एकनिमिषम् अत्र इदानीं सः देवदत्तेन ओदनं पाचयति. सः देवदत्तेन इत्युक्ते इस् देवदत्तः, सः कृष्णः रामः कोऽपि स्वीकरोतु. रामः देवदत्तेन ओदनं पाचयति. देवदत्तः इदानीं रामः प्रयोज्यकर्तुः, देवदत्तेन प्रयोजककर्तुः. देवदत्तः एव रामस्य विषये प्रेरणार्थः भवति. ओदनं करोतु अपाच किम् अस्ति अत्र ओदनमित्युक्ते जानाति खलु? मील्स् इल्या मील्स् जानाति खलु ओदनं. सो पाचयति देवदत्तेन ये अन्नं देवदत्तेन एव रामः अत्र प्रेरयति. अनिलः पित्रेण पाठं पाठयति. सो अत्र अनिल् महोदयस्य पित्रा इति तृतीया विभक्ति एकवचनं. पित्रा पाठं द्वितीयविभक्ति एकवचनम्. अतः तत्र पाठयति प्रेरणार्थं तस्य पित्रा अस्ति. अतः एव अत्र देवदत्तेन इति अत्र स्वीकुर्मः. इदानीम् अत्र कर्तरिप्रयोगः किम् अस्ति अत्र? देवदत्तेन ओदनं पचति, देवदत्तेन ओदनं पचति, परन्तु अत्र देवदत्तः प्रेरणार्थः इस् मेकिङ्ग् सम्बडि टु डु इट्. सो देवदत्तेन अत्र प्रेरणार्थं भवति, अतः एव अत्र प्रेर स्वार्थे. भगिनी दट् स्लैड् पुनः ब्रिङ्ग् द स्लैड् भगिनि. ओके भगिनि, देवदत्तः अहं वदामि भगिनि, रैट् आर् नाट् वदतु. देवदत्तः ओदनं पचति, रामः देवदत्तेन ओदनं पाचयति. पाचयति, देवदत्तः एव अत्र प्रेरणार्थकः. रामः देवदत्तः प्रेरणार्थकः. रामः स्वस्य कृते कार्यं करोति चेत् अत्र स्वार्थे भवति, तावदेव. इदानीम् इति स्वार्थे भवति, स्वार्थे सन्प्रत्ययः. गुप्पयोगः गुप्पु भवति. किमर्थम् अत्र द्विवारं भवति चेत् अत्र ददाति इति अत्र द्वित्वं भवति. कुत्र कुत्र द्वित्वं भवति? यत्र एकः वर्णः एव द्विवारं श्रूयते चेत् एतत् द्वित्वम् इति श्लौ इति सूत्रेण एव भवति. इदानीं द्वित्वं कुत्र कुत्र भवति इति अत्र अहं वयं स्वीकुर्मः. अत्र दशलकारः प्रत्याहारः अस्तु. इदानीम् अत्र अत्र पश्यतु सन्न अस्तु. अनन्तरं चङ्ग् अनन्तरं यङ्ग् अनन्तरं लिट् लिट् जानाति खलु? द्विवारं श्रूयते. अनन्तरं श्लू एतत् अत्र एतत् पञ्चविधाः भवन्ति. अत्र एव द्वित्वं भवति. अस्तु, न करोतु. यत्र यत्र कुत्र कुत्र द्वित्वं भवति, द्वित्वम् इत्युक्ते एकवर्णः द्विवारं श्रूयते. पपाट, अनन्तरं ददाति, चकार, एतत् पञ्चविधाः सन्ति. तत् समये एव द्वित्वं भवति. द्वित्वं भवति, उदाहरणम् उदाहरणं किं भवति? ददाति. अत्र पश्यतु, अत्र श्लू कारणेन श्लू इति द्विवारं भवति. श्लौ इति सूत्रेण, श्लौ इति सूत्रेण द्वित्वं भवति. अस्तु, पपाठ इस् लिट् कारणेन. लिट् अस्ति चेत् अत्र लिट् पूर्वमेव भवति. लट् लिट् अस्ति चेत् चकार किमर्थं चेत् अत्र ककारः च एव भवति, परन्तु चोः कुहु इत्यनेन एव अत्र चकारः भवति. कुहोचुः, कुहोचुः प्रथमं कुवर्णस्य स्थाने कुहोचुः, अनन्तरं चकारः अचोन्यति इत्येन वृद्धिः भवति. ककारस्य स्थाने कुरु इति अस्ति, कुरु स्थाने कार् भवति. एतत् अत्र द्वित्वम् इदानीं ददाति स्वीकुर्मः चेत् ददाति, दधु धातुः. एतत् यत्र यत्र एतत् सर्वं पश्यतु अत्र सर्वम् अत्र किं भवति द्विवारं श्रूयते अतः एतत् सर्वाणि अत्र मनसि स्थापयतु कुत्र कुत्र भवति चेत् अत्र सन् छङ् यङ् लिट् श्लु अस्तु इदानीं धातुविज्ञानं स्वीकृतम् इदानीम् अनेकाच् अस्ति चेत् अनेकाच् अस्ति चेत् बहवः अत्र किमस्ति अत्र आश्रयं न आश्रयं क्षयते इति स्वीकुर्मः चेत् क्ष इति अस्ति अत्र एतत् पृथक्तया नास्ति एव खलु अत्र एतदपि उदाहरणरूपेण दृष्टेम चेत् अनेकाच् जानन्ति खलु सर्वे अनेकाच् किं भवति इति अस्तु एतत् प्रथमं एकाच् एकाच् न अस्ति चेत् अनेकाच् अस्तु उत्तमम् अनेकाच् इत्युक्ते अचुवर्णः एकः नास्ति बहवः सन्ति इदानीं गुप् गुप् इति अस्ति सन्यङ्गोः सन् अपि अस्ति यङ् अपि अस्ति इदानीमेव वयं दृष्टवन्तः पञ्चविधाः सन्ति इति खलु अत्र सन् अपि अस्ति यङ् अपि अस्ति एतत् सूत्रेण अत्र द्वित्वं भवति गुप् गुप् इति द्विवर्णम् अनन्तरं अत्र हलादिशेषः प्रथमवर्णस्य विहाय अन्यवर्णः लुप्यते अभ्यासस्य हलादि शिष्यते हलादिः एव शिष्यते अन्यवर्णः लुप्यते इति भवति अत्र अतः गुप् इति लुप्यते हलादिशेषः इति सूत्रेण अतः गु एव तिष्ठति गुप् इति भवति अनन्तरं सन्नन्तम् अस्ति अस्ति चेत् सा एव तिष्ठति इदानीं तत्र गकारस्य स्थाने तृतीयवर्णः भवति कु इति अस्ति पञ्चमवर्णः कख ग ग कुहोच्छुः तत् स्थाने चकारः भवति कुहोच्छुः इत्यनेन सो प्रथमवर्णस्य स्थाने प्रथमवर्णः मया पूर्वमेव सूचितवन्तः अत्र किं भवति दशलकारः अस्तु अत्र च जानाति खलु छ छ ज ज ज क्रमेण भवति ज ज अनन्तरं न्या भवति खलु छ छ ज इदानीं ख ख ग ग इदानीं न्या इदानीम् एतत् सर्वाणि पदानि क्रमेण भवति चास्थाने क्रमेण भवति चास्थाने अत्र चास्थाने ख भवति छ स्थाने ख भवति झस्थाने ग भवति अतः एव अत्र कुहोच्छुः इत्यनेन तृतीयवर्णस्य स्थाने तृतीयवर्णः भवति जुगुप्सु जुगुप्सा अत्र कुहोचुः इत्यनेन सनाद्यन्तदातवः अभ्यासस्य चुतुं भवति अतः एतत् अग्रे आगच्छति दातवः अग्रे आगच्छति एव विस्ताररूपे अतः इदानीं त्यजतु अस्तु अत्र सन्नन्तं किं भवति इति मया अत्र सूचितं भवति अस्तु इदानीम् अत्र एकाच अनेकाच अस्ति अतिथिदेशिकधातुः द्वादश भवति एतत् सन्ना सन्नन्तादिषु आदिषु सन्नन्त आदिषु द्वादश भवति आतिदेशिकधातुषु अनेकाच अस्ति अतः तत्र धातवः बहवः परन्तु ते उपदेशे न अन्तर्भूताः अनुबन्धलोपानन्तरम् एतत् यत्र यत्र अनुबन्धः भवति तत्र किमपि एतत् अन्तर्भूताः किमपि अत्र उपदेश अवस्थायां न तिष्ठति एव अस्तु उपदेशे केचन एव यथा दरिद्रा इति धातुः अस्ति दरिद्रा द्रा इति अस्ति अत्र अनेकाच् अस्ति इद् इर् रेपः अनन्तरम् आकारः अस्ति अत्र अनेकाच् अस्ति खलु उपदेशे केचन एव अत्र आकारः श्रूयते एतत् अनेकाच् अस्ति एकाच् अनेकाच् अस्ति इतः पर्यन्तं क्लेशः अस्ति वा प्रश्नः अस्ति वा आं महोदय पृच्छतु अकार इकार अपि अस्ति खलु, एतत् इदानीं मास्तु त्यजतु, अत्र अनेकाचि अस्ति, अनेकाचि उदाहरणरूपेण दरिद्र इति द्रा इति अस्ति, एतत् अनेकाचि अस्ति। अग्रे इदानीं प्रश्नः अस्ति वा? आं महोदय, अत्र अत्र दर्शितम् उपदेशे केचन एव, यथा दारिद्रा धातु अनेकाचि, सो उपदेशे अनेकाचि धातु दुर्लभः अस्ति। आमाम् अस्तु, सो द अनेकाचि धातव सर्वे सेट् भवन्ति, अत्र कः अनेकाच्, उपदेशे अनेकाच् वा सर्वाणि अनेकाच्? न, अन्तिमवर्णः यत् श्रूयते अनेकाच् अस्ति, तत्र अनेकवर्णः कुत्र श्रूयते एतदेव तत् समये एव शेटः भवति, अतः एव दरी इति इकारस्य श्रूयते। सो अनेकाच् द्विविधाः सन्ति, प्रथमम् अस्ति उपदेशे अनेकाच्, तत्तु दारिद्र्यम् अस्ति, अन्य अस्ति सनन्तादिषु आतिदेशिकेदेशु अनेकाच्। उत्तमम् उत्तमम्, ओके, सो तत्र एव धातवः सेट् भवति वा? आम्, तत्र एव अनेकाच् कुत्र भवति, सन्नन्तरूपाणि स्वीकुर्मः चेत् सर्वत्र अत्र सेटः एव इडः भवति, अनुकूलः भवति। इदानीम् अनेकाच् अस्ति अपि, हा, सो सर्वाणि अनेकाचः सेट् भवति। आम् अस्तु अस्तु अस्तु, सर्वे इदानीम् अदे इदानीम् अनिल् महोदय भवानेव पठतु। हा, ये धातवः एकाचः सन्ति तेषु ये उदात्तः स्वरितः सन्ति ते अपि सेटः, यतः अनुदात्तात् धातोः एव वलादि आर्धधातुकप्रत्ययस्य इडागमः निषिद्धः इति सूत्रेण उक्तम्। तर्हि अनुदात्ताः ये एकाचः धातवः सन्ति ते अनिटः, अन्ये अपि सर्वे सेटः भवन्ति। जानाति खलु, उदात्तः यत्र भवति अत्र स्वरितः यत्र भवति सेटः भवति, यत्र अनुदात्तः भवति अनन्तरम् आर्धदातकप्रत्ययः अपि अस्ति तत्स्थाने इडागमस्य चिन्तनं नास्ति, इडागमः निषिद्धम् अस्तु। सारांश अस्ति, धातुः एकाचः अनुदात्तः यदि अस्ति तो नेट् अस्ति, अन्यथा सर्वथा सेट् अस्ति। अस्तु, शान्ता सुब्रह्मण्यं पठितुं शक्यते वा? शान्ता श्रूयते खलु? आं, नमस्कारः। नमस्कारः, निष्कर्षत्वेन एतत् पठतु। निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम यत् एकाच् धातुषु अन्नदाताः अनिटः उदात्ताः स्वरिताः च सेटः इति। अनुदाताः अनुदातुकस्येङ्वनादेः नेङ्वशीकृति इति सूत्राभ्यां प्रत्ययस्य वर्णनं क्रियते। तिङ् प्रत्ययः आर्धधातुकः अपि वलादिः अपि चेत् अयं प्रत्ययः इडागमानुकूलः, कृत् प्रत्ययः वलादिः अवशादिः चेत् अयं प्रत्ययः इडागमानुकूलः, धातुः यः कोऽपि भवतु नाम प्रत्ययः इडागमानुकूलः अस्ति चेत् इडागमस्य प्रसक्तिः अस्ति एव। तदा एकाच उपदेशेनुदात्तात् इति सूत्रं धातोः वर्णनं करोति। अनेन सूत्रेण वलाद्यार्थधातुकप्रत्ययानुगुण अनुगुणम् इडागमस्य प्रसक्तिः चेदपि यत्र धातुः एकाच् अनुदातः तत्र इडागमो निषिध्यते। अत्र प्रश्नः उदेति वा? बाहिरेति भगिनि? न भगिनि। अस्तु, अत्र निष्कर्षत्वेन अनेन सूत्रेण अवगच्छेम, किम् अवगच्छेम? यत्र एकाच् धातुः अस्ति अनुदातः अपि अस्ति तत्र अनेटः इति भवन्ति, कुत्रापि लेखनं करोतु एतत् विषये। एकाच् अस्ति, एकः एव अचिवर्णः अस्ति, अनन्तरम् अनुदातः अस्ति, अनुदातः रेखा कुत्र भवति? कोऽपि अधः भवति. हा उत्तमम्, अधः भवति. एतत् जटिल अधः भवति, अधः. एतत् एकाच् धातुः अनुदातः अपि अस्ति, एकाच् अपि अस्ति, तत्र अनिटः इति भवति. यत्र उदातः भवति, उदातः रेखा कुत्र भवति? कोऽपि उदातः रेखा नास्ति भगिनि. हा कुत्रापि नास्ति. उत्तमम्. उदातः कुत्रापि रेखा नास्ति. सुवर्तिका अस्ति चेत् रेखा कुत्र भवति? उपरि उपरि उपरि उपरि उपरि. उदातः स्वरितः अस्ति चेत् सेटः इति भवति. कुत्रापि लेखनीयमेव. सेट् इत्युक्ते किं? झटिति वक्तव्यं. सेट् इत्युक्ते हा इडागमस्य चिन्तनं भवति. सेट् अनन्तरं अनिटः अस्ति चेत् इडानुकूलः नास्ति. इडागमस्य चिन्तनमेव नास्ति. एतत् लेखनीयं कुत्रापि. अत्र आर्धधातुकस्वेद्बलादेः इति चिन्तनेन, इति सूत्रेण अत्र इडागमस्य चिन्तनं भवति. नेड् अत्र नेङ् नास्ति. नेड् वशीकृति इति सूत्रेण अत्र इडागमस्य चिन्तनं नास्ति एव. किमर्थं चेत् अत्र वशी अस्ति, अनन्तरं कृत् अपि अस्ति. नुल् इति प्रत्ययम् इदानीमेव श्रुतवन्तः. यत्र नुल् भवति अत्र अनीटः भवति. अतः इदानीं दृष्टवन्तः खलु, ज्ञापकमस्ति वा? पश्यतु इदानीम् अत्र नुल् इति स्वीकुर्मः. बद्धयोगः नुल् अत्र युवर्णाक इत्यनेन वादकः एव भवति. नुल् अस्ति, कृत् अस्ति. कृत् नुल् अत्र कृत् प्रत्ययं सर्वे जानन्ति खलु. कृत् मया पूर्वमेव उक्तम् अत्र कृत् कुत्र कुत्र भवति. स्वाप्रत्ययं ल्यभन्तं तुमुनान्तं ताप्रत्ययम् इक्तवतु तवतु, अनन्तरं सन्नन्तरूपम्, अनन्तरं किमस्ति नुल् अस्ति भवनमिति, अनन्तरं नायकः अक अस्ति. तत् समये भवितव्यम् अत्र तव्यत् प्रतिमस्ति. अनन्तरं अनियर् अपि अस्ति. एतत् सर्वाणि किम् अस्ति? कृदन्तमस्ति. अत्र नूल् इति कृदन्तमस्ति. अतः तत्र अनीटः भवति. अनीटः भवति चेत् तत्र इदाहमस्य चिन्तनं नास्ति एव. अतः एव बाधकः इति भवति. पच्य अपि अस्ति. पच्य इति स्यति इति अस्ति, परन्तु अत्र इडागमस्य चिन्तनं नास्ति. किमर्थं चेत् अत्र पच् इति धातुः अनीतः. एतत् कथं जानीमः? क्रमेण एव जानीमः. इडागमस्य चिन्तनं यत्र भवति तत्र धातुः अपि प्रत्ययमपि सेटः भवितुम् अर्हति एव. डेनोलि सेटः भवति. धातुः प्रत्ययौ सेटौ. अनन्तरम् इडागमस्य न चिन्तनं कुत्र भवति? अनीतः अस्ति चेत् इडागमस्य चिन्तनं न भवति एव. अतः एव अत्र वदिष्यति इकारः श्रूयते. किमर्थं चेत् अत्र सेटः भवति. वदिष्यति सेटः भवति. इडागमस्य चिन्तनं भवति. इडागमस्य अनुकूलः भवति. अनन्तरं तुम् अस्ति. एतदपि आर्धदातिकस्य बलादिः इत्यनेन तकारः भवति. अतः वदितुम् इति इकारः श्रूयते. अतः तत्र सेटः भवति. नुल् स्वीकुर्मः चेत् अनन्तरं पच्ययोगः स्यति स्वीकुर्मः चेत् अत्र एतत् इडागमस्य अनुकूलः नास्ति. अतः अनीतः भवति. इडागमस्य चिन्तनं नास्ति. इदानीम् एकाच् उपदेश अनुदात्तात् इति सूत्रम्. एतदपि निषेधकसूत्रं. नेडवशीकृति अपि निषेधकसूत्रं. कस्य निषेधकसूत्रम्? इदानीमेव मया पृष्टं खलु. कस्य निषेधकसूत्रम्? आर्धधातुकस्य बलादेः इत्यस्य निषेधकसूत्रं किं किं भवति? नेड् वशीकृति इति एकं भवति. एका च उपदेश अनुदात्तात् इति अपि द्वितीयसूत्रं भवति. सो द्वे द्वौ स्तः अत्र नेड् वशीकृति, अनन्तरम् एका च उपदेश अनुदात्तात् इति द्वौ सूत्रौ स्तः. एतत्तु निषेधकसूत्रं. कस्य निषेधकसूत्रम्? सो महोदय दिस् प्रथमम् आर्धधातुकस्य वलादेः तत् तु नेड् वशीकृति तु प्रत्ययस्य निषेधकसूत्रम् एण्ड् द्वितीयम् अस्ति धातुः निषेधसूत्रम् उत्तमम् एका च अस्ति चेत् यत्र एका च अन्ते धातोः अन्ते एका च अस्ति चेत् एतदपि अनुदातः अपि भवितुमर्हति तत्र अस्ति चेत् अत्र निषेधस्य निषेधकसूत्रमस्ति कस्य निषेधकसूत्रं धातोः एकनिमिषम् प्रथमम् अवगच्छतु प्रश्नः किम् इति अवगच्छतु अस्तु नेड् वशीकृति एका च उपदेश अनुदातात् द्वौ सूत्रौ स्तः अत्र कस्य निषेधकसूत्रम् इडागमस्य निषेधसूत्रम् आददातुकस्य ज्वलादेः इत्यस्य एव एतत् सूत्रमस्ति प्राधान्यसूत्रमस्ति सेटः भवितुम् अर्हति इडागमस्य चिन्तनमपि भवितुम् अर्हति आददातुकस्य ज्वलादेः इति सूत्रं लिखतु इडागमस्य चिन्तनं भवति इति लिखतु अनन्तरम् अधः लिखतु नेड् वशीकृति एकं द्वे एका च उपदेश अनुदातात् एतत् निषेधकसूत्रम् आफ् आर्धदातुकस्य बलादेः इत्यस्य लिखन्ति वा अस्तु आर्धदातुकस्य बलादेः निषेधकसूत्रं किं किं नेड् वशीकृति एकम् अन्य एतत् सूत्रं सूत्रे द्वौ स्तः एतत् निषेधकसूत्रम् आफ् कस्य निषेधकसूत्रम् आर्धधातुकस्य आर्धधातुकस्य बलादेः अत्र भवती अत्र किञ्चित् किमपि परन्तु नेड् वशीकृति एकमेव आर्धधातुकस्य वलादेः निषेधसूत्रम् अस्ति अन्यत्र तु अन्य धातोः विषयः अस्ति परन्तु एतत् द्वे अत्र स्तः एव एतत् निषेधकसूत्रम् आफ् इडागमस्य चिन्तनं नास्ति इति एतत् सूत्रं वदति वदति वा नास्ति वा आम् आम् अनिटः भवन्ति अत्र एका च उपदेश अनुदातात् इति स्वीकुर्मः चेत् धातोः सूत्रं धातोः नेड् वशीकृति इति प्रत्ययस्य वर्णनम् अत्र एकं सूत्रं प्रत्ययस्य विषये अन्यसूत्रं धातोः विषये परन्तु एतत् द्वौ सूत्रे अत्र निषेधकसूत्रमेव खलु निषेधः अस्ति परन्तु आर्धधातुकस्य वलादेः तु प्रत्ययस्य वर्णनं क्रियते तत् कारणात् एकाच तत् तस्य निषेधसूत्रे नास्ति अस्तु ओके इदानीम् अग्रे पठतु यथा डुक्रिञ्ज् धातुः एकनिमिषम् अत्र यथा सलेरीड् भगिनि अत्र पूर्णिमा प्रकाश न गीता श्रीधर् पठतु यथा डुक्रिञ्ज् आं भगिनि यथा डुक्रिञ्ज् धातुः अयं धातुः एकाच् अपि अस्ति अनुदातः अपि अस्ति तदा तुमुन् प्रत्ययः तुमुन् आर्धधातुकप्रत्ययः किम् अपि नास्ति षित् अपि नास्ति अतः आर्धधातुः प्रत्ययः तिं षित् सार्वधातुकं आर्धधातुके आर्धधातुकं शेषः बलादिः अवशादिः अपि अस्ति अतः आर्धधातुकस्येन् बलादेः इति सूत्रम् इडागमस्य प्राप्तिः अस्ति किन्तु डुक्रिञ्ज् एकाच अनुदातः अतः एकाच अनुदाते उपदेशे अनुदात् इति सूत्रम् इडागमं निषेधयति तदर्थं कर्तुम् इति रूपं भवति न तु करितुम् अत्र चिन्तनं तु समीचीनमस्ति एतत् उदाहरणरूपेण अपि अस्ति किं किं भवति इति अग्रिमवर्गे एतद्विषये वयं स्वीकुर्मः अत्र प्रश्नः इतोपि भवति चेत् पृच्छतु. न महोदय, अवगतम्. इदानीं दुक्रु इति उदाहरणरूपेण अस्ति. पूर्वमेव वयं दृष्टवन्तः क्रु इति ऋकारः अस्ति, अनन्तरम् उकारः अस्ति. अत्र उकारः एकाच् अस्ति. अत्र तत् स्थाने अत्र एकाच् अस्ति चेत् अत्र एकाच उपदेश अवस्थायाम् अत्र इदागमस्य चिन्तनं नास्ति एव. अनन्तरम् एतत्तु वलादि अस्ति. दुकुरुञ्ज इति धातुः तुमुनान्तं तुमुन् इति स्वीकुर्मः चेत् अत्र तकारः अस्ति, वलादिप्रत्ययमपि अस्ति. परन्तु तिङ्क्षित् सार्वधातुकमपि अस्ति, आर्धधातुकं शेषः इति अनेन अपि वलादिः अस्ति. तत् किमर्थं न अत्र इडागमस्य चिन्तनं न भवति? आर्धधातुकस्य वलादिः इति सूत्रेण इडागमस्य प्राप्तिः भवति. परन्तु एकाच् एकः एव अचुवर्णः, तत् स्वीकृत्य अस्य निषेधकसूत्रम् एकाच उपदेश अनुदात्तात् इति निषेधकसूत्रम्. अतः तत्र कर्तुम् एव भवति, न करितुम् इति. एतत् बहु मुख्य उदाहरणं, कुत्रापि लिखतु एव. इदानीम् उदाहरणविषये अधुना एकवारं समग्रं चिन्तनं क्रियताम्. अतः बहवः अस्ति, अग्रिमवर्गे एतत् विषये पश्यामि. अनन्तरं सहना भवतु, कोऽपि वक्तुम् इच्छति वा? अहं वदामि. ॐ सहना भवतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. सर्वेभ्यः नमस्कारः. धन्यवादः. शुभदिनम्. धन्यवादः.